कुत्र स्मः? प्रतियोगिता अवच्छेदकभेदेन भेदः भिद्यते. हरि ओम्. प्रतियोगिता अवच्छेदकभेदेन भेदः भिद्यते इत्यस्मात् तत्र भेदस्य निखिलावधिकत्वं भवति किम् इति परिच्छेदः. तस्मिन् प्रायः अष्टमः अवच्छेद अष्टमः किम् अस्ति भगिनि? अष्टमपरिच्छेदः एव परिच्छेदः खलु. अस्तु, सुनील महोदय कृपया. अहम् इदानीम् अत्र पृथक् तस्य निखिलावधिकत्वम् इति अस्ति, अनन्तरं पृथक्तस्य अवच्छेदकः कः, भेदस्य च अवच्छेदकः कः इति तत्रैव किल. भवान् कुत्र अस्ति, कस्मिन् भागे? अत्र संयोगस्य संयोगस्य आधारेण पृथक्तभेदयोः परस्परवैलक्षण्यम् इति करपत्रे. भेदस्य निखिलावधिकत्वं भवति किम् इति भागः अस्ति किल, दृश्यते वा? एकनिमिषम्. अस्तु, तस्मात् पूर्वं किञ्चित् चर्चां कुर्मः. भेदः इत्युक्ते किं, रामप्रिया भगिनी किञ्चित् सारांशरूपेण वदति वा, भेदः इत्युक्ते किम्? भेदः इत्युक्ते अन्योन्याभावः इति. यदा वयं घटः पटः न इति वदामः चेत् घटे पटभेदः अस्ति, इत्युक्ते पट अभावः घटे अस्ति इति. वयं घटः पटात् भिन्नः इति अपि वक्तुं शक्नुमः. तत्र वयं किम् अवधिः इति स्पष्टतया तत्र वयं ज्ञातुं शक्नुमः, कस्मात् भिन्नः इति. तत्र घटः पटात् भिन्नः इति, पटात् इति पटः इति अवधिः अवधिः एव प्रतियोगी इति अपि वयं वदामः. घटः इति अनयोगी. एवं घटः पटो न इत्यत्र घटभेदः पटे अस्ति, पटभेदः घटे अस्ति, घटे अस्ति. तर्हि अस्तु, सन्दर्भ घटः प्रायः प्रतियोगी भवति. तत्र अभावः कुत्र भवति? यदा घटः इति घटः इति स्वीकुर्मः चेत् तत्र पटाभावः तत्र अस्ति. घटः पटः न इति स्वीकुर्मः चेत् घटे पटभेदः इत्युक्ते पटाभावः अस्ति. अस्तु, तर्हि प्रतियोगी कुत्र, प्रतियोगी कः? प्रतियोगी पटः एव. अस्तु अस्तु, समीचीनम्. अस्तु, इदानीं अहं दृष्टवान् भेदस्य निखिलावधिकत्वं भवति किम् इति अहं दृष्टवान्. आम्, अत्र प्रतियोगिता अवच्छेदकभेदेन इत्यस्मात् प्रतियोगिता अवच्छेदकभेदेन भेदः भिद्यते नाम प्रतियोगिभेदेन भेदः भिद्यते. भेदस्य स्वरूपं स्मर्यताम्. घटत्वावच्छिन्न छिन्न छिन्नता घटत्वावच्छिन्नता तादात्म्य अवच्छिन्न प्रतियोगिता का अभावः यः भेदः तद्वात् पटः. पटत्वमपि तादात्म्य खलु तादात्म्य अवचिन्न प्रतियोगिता प्रतियोगिता का अभाव प्रतियोगिता अभाव यः भेदः तद्वान् पदः घटत्वमपि प्रतियोगितायाः अवच्छेदकं तादात्म्यसम्बन्धः अपि प्रतियोगितायाः अवच्छेदकः घटः तादात्म्यसम्बन्धेन तस्मिन् अनेन सिद्ध्यति यत् घटभेदयोः विशिष्टसम्बन्धः यत्र घटत्वं नास्ति यत्र घटस्य तादात्म्यसम्बन्धः नास्ति तत्र तादृशी तदवच्छिन्न प्रतियोगिता नास्ति तादृशप्रतियोगिता प्रतियोगिताभावः भेदः नास्ति अत्र इदानीं वयं पूर्वं दृष्टवन्तः अत्र भेदः प्रतियोगिनं विहाय सर्वत्र भवति इति वयं दृष्टवन्तः घटः पठन यदि तत्रापि तत्र घटः प्रतियोगी अस्ति चेत् तत्र प्रतियोगिनं विहाय भेदः सर्वत्र अस्ति अतः इदानीं प्रतियोगिता अवच्छेदकभेदेन भेदः भिद्यते अथवा प्रतियोगिभेदेन भेदः क्रियते इति इत्युक्ते किम् उदाहरणेन वदतु महोदय इदानीं घटः पठना इति वदामः चेदत्र घटः प्रतियोगी पटः अनियोगी तदेव किल आम् आम् अतः तत्र प्रतियोगिभेदेन भेदः विद्यते इति इत्युक्ते अत्र घटं विहाय अन्यत्र सर्वत्र भेदः अस्ति इति न तत्र प्रतियोगिता अवच्छेदकभेदेन भेदः भिद्यते इत्यस्य अर्थः कः वाक्यमस्ति घटः पटात् भिन्नः इति तत्र भवान् उक्तं यत् घटे प्रतियोगिता अस्ति इति तत्र निरूपणवाक्यमस्ति खलु प्रतियोगिता अवच्छेदकभेदेन भेदः भिद्यते न न एकनिमिषं निरूपणवाक्यम् इत्युक्ते घटे प्रतियोगिता अस्ति प्रतियोगिता कं निरूपयति भेदं निरूपयति भेदं वा घटभेदः वा घटाभावं घटभेदं वा घटाभावं घटाभावं निरूपयति खलु तत्र पूर्णवाक्यं किम् अस्ति तत्र घटनिष्ठ इति आरभ्य घटे प्रतियोगिता अस्ति खलु तर्हि किञ्चित् कल्पयतु घटः घटनिष्ठप्रतियोगितानिरूपित पाठनिष्ठभेदः इति हा पाठनिष्ठभेदः इति अस्तु तर्हि प्रतियोगिता निरूपितघटाभावः घटाभावस्य आश्रयः पटः इति अपि वक्तुं शक्नुमः अस्तु तर्हि प्रतियोगिता केन केन अवच्छिद्यते अस्तु अस्माकं पूर्वतने पाठे अस्ति यदि प्रतियोगिनी प्रतियोगिता अस्ति चेत् प्रतियोगिता केनचित् भिद्यते वा केनचित् विशिष्यते इति खलु यतोहि यथा आसने अधिकरणता अस्ति अधिकरणता केन विशिष्यते इति पठितवन्तः खलु तथैव प्रतियोगितापि अधिकरणात् अत्र अनियोगी इति भवति अत्र तादृशं वा अथवा अन्य रामप्रिया भगिनी किञ्चित् सहायं करोति वा शुकवनं महोदय कोऽपि प्रतियोगिता अस्मिन् सन्दर्भे घटत्वेन विद्यते. हा समीचीनं. घटः घटे घटत्वम् इति अस्ति, घटत्वम् इति धर्मः अस्ति खलु. तर्हि घटत्व अवच्छिन्न पुनः तादात्म्यसम्बन्ध अवच्छिन्न. किमर्थं तादात्म्येन? घटे घटः स्वस्मिन् तादात्म्येन स्थित्वा समवायेन वा संयोगेन वा किमपि जनयति चेत् स्वस्मिन् तादात्म्येन अस्ति इति कारणात् घटः तादात्म्येन अवच्छिन्ना भवति. घटः स्वस्मिन् तिष्ठति तादात्म्येन. अतः इदानीं वदतु महोदय, सुनील महोदय, प्रतियोगितत्वेन अवच्छिद्यते अत्र इदानीं घटत्वम् अवच्छिद्यते इति. तर्हि वाक्यं किं? घटनिष्ठ घटनिष्ठ घटत्व घटत्व घटत्वनिष्ठ प्रतियोगिता निरूपित पुनः तादात्म्येन अपि खलु. तर्हि घटत्व अवच्छिन्न तादात्म्यसम्बन्ध अवच्छिन्न प्रतियोगिता क अभावः पटे अस्ति इति वाक्यम्. घटत्व अवच्छिन्न तादात्म्य अवच्छिन्न प्रतियोगिता प्रतियोगिता क अभावः पटे अस्ति इति. पटे अस्ति. अस्तु, कटत्व अवच्छिन्न तादात्म्यसम्बन्ध अवच्छिन्न प्रतियोगिताक अभावः पटे अस्ति इति अस्माकं वाक्यमस्ति. तर्हि प्रतियोगिता कीदृशी इत्यस्य उत्तरं किं? शुकवन महोदय कृपया. प्रतियोगिता विपरीतरीत्या वाक्यं रचनीयं वा? तदेव, केवलं प्रश्नः भिन्नः अस्ति परन्तु उत्तरं तदेव. ओ प्रतियोगिता कीदृशी इति प्रश्नः चेत् उत्तरं किं? हा, घट अभावनिष्ठ अभावे किमपि नास्ति महोदय. ओ तर्हि अस्तु, चित्रमस्ति, एकस्मिन् पक्षे घटः अस्ति, अपरे पक्षे पटः अस्ति. तर्हि शरः घटः उपरि गत्वा तत्र प्रतियोगिता अस्ति. प्रयत्नं करोमि भगिनि. पटनिष्ठ पट इदानीम् अन्योन्यभावः एव वयं भेदः इत्युक्ते अन्योन्यभावः इत्युक्ते पटनिष्ठ पटत्वावच्छिन्न न तादृशं न भवति किल. भवत्याः प्रश्नः प्रतियोगिता प्रश्नम् एकवारं वदतु भगिनि कृपया. घटप्रतियोगिता कीदृशी? घटप्रतियोगिता इत्युक्ते घटे अस्ति प्रतियोगिता खलु. आम्, तर्हि घटनिष्ठ इत्येव भवेत्. आम्, घटनिष्ठ घटत्वावच्छिन्न घटनिष्ठ घटत्वावच्छिन्न तादात्म्यसम्बन्ध अवच्छिन्न प्रतियोगिता प्रतियोगिता निरूपित घटाभावः इति. आम्, घटाभा किन्तु भवत्याः प्रश्नः प्रतियोगिता कीदृशी इति. यदा एतादृशं वाक्यं रचयामश्चेत् अभावस्य निरूपणमेव अस्ति किल तत्. अस्तु अस्तु, तर्हि समीचीनमेव. तर्हि घटत्वा प्रतियोगिता तादात्म्यसम्बन्धविच्छिन्नप्रतियोगिता इति. अस्तु अस्तु. प्रतियोगिता कीदृशी इत्युक्ते घटनिष्ठ घटत्वावच्छिन्न तादात्म्यवच्छिन्न प्रतियोगिता इत्येव. हा समीचीनं समीचीनम् अस्तु. तर्हि इदानीं वदतु महोदय, अग्रे सुनील् महोदय. तर्हि इदानीम् अवगतं खलु प्रतियोगिता अवच्छेदकभेदेन भेदः भिद्यते इत्युक्ते घटत्ववच्छिन्न अथवा घटत्वेन भेदः भिद्यते इति सरलरीत्या वक्तुं शक्नुमः वा? न, परन्तु तादात्म्येन अपि अस्ति खलु. घटत्व अवच्छिन्न तादात्म्यसम्बन्ध अवच्छिन्न भेदेन भेदः भिद्यते इति प्रतियोगिताखभेदेन भेदः भिद्यते. आम् भिद्यते इत्युक्ते इदानीं चिन्तयतु, घटः पटोन्न इति अस्माकं वाक्यम्. इदानीं पटे अस्ति घटाभावः, पटे स्यूताभावः वा पुस्तकाभावः वृक्षाभावः यत्किमपि भवतु, तत्र भिन्नाः अभावाः भवितुम् अर्हन्ति पट्टे खलु. तर्हि प्रत्येकं सन्दर्भे प्रतियोगिता कीदृशी अस्ति इत्युक्ते कः अस्ति एकस्मिन् पक्षे, क्षम्यतां, पटः तु अस्ति, पट्टे अभावः अस्ति इति जानीमः, घटाभावः तु अस्ति, परन्तु घटस्य स्थाने यत्किमपि भवतु, स्यूतः वा वृक्षः वा पुस्तकम् इति, तत्र किं भवति, प्रतियोगिता कीदृशी अस्ति? तत्र अवच्छिन्न तादात्म्य अवच्छिन्न प्रतियोगिता इति प्रतियोगिता का अभावः इति अस्ति किल, पटस्य प्रतियोगी इति वदामः चेत्, पटः प्रतियोगी इति वदामः चेत्. न न, अत्र अत्र भिन्नाः भिन्नानि द्रव्याणि सन्ति इत्युक्ते घटस्य स्थाने यत्किमपि भवतु, वृक्षः वा स्यूतः वा पुस्तकम् इति, तर्हि तेषां प्रतियोगिनाम् अभावः किं भवति, पटः, पटे अस्ति. तर्हि अस्माकं वाक्यं किं भवति, तत्र वृक्षः अस्ति चेत् वृक्षत्व अवच्छिन्न तादात्म्य अवच्छिन्न प्रतियोगिता अभावः पटे पटे इति खलु. पुस्तकम् अस्ति चेत् पुनः पुस्तकत्व अवच्छिन्न तादात्म्य अवच्छिन्न प्रतियोगिता अभावः पटे अस्ति इति. समीचीनं. तर्हि इदानीं पश्यन्तु कृपया, पटे भिन्नाः अभावाः सन्ति. किमर्थम् इत्युक्ते पटः वृक्षात् भिन्नः, पटः पुस्तकात् भिन्नः, पटः स्यूतात् भिन्नः. तर्हि पटे भिन्नाः अभावाः, प्रत्येकं सन्दर्भे प्रतियोगिता तु भिन्ना अस्ति. प्रथमं वृक्षे तु वृक्षत्व अवच्छिन्न तादात्म्यसम्बन्ध अवच्छिन्न प्रतियोगिता क अभावः पटे. पुनः पुस्तकमस्ति चेत् पुस्तकत्व अवच्छिन्न तादात्म्यसम्बन्ध अवच्छिन्न प्रतियोगिता क अभावः पटे इति. अतः एव एतत् वाक्यमस्ति, प्रतियोगिता अवच्छेदकभेदेन भेदः भिद्यते. तस्य अर्थः अस्ति, भिन्नानि द्रव्याणि स्वीकुर्मश्चेत् पटः प्रत्येकस्मात् भिन्नः इति सन्दर्भः, तत्र तु प्रतियोगिता भिन्नाः भवति इति. अहं किञ्चित् वक्तुम् इच्छामि भगिनि. आम् आम् प्रयत्नं करोमि. घटः पटः न इति इत्येव स्थितिः. तत्र घटपटयोः मध्ये भेदः अस्ति. तत् भेदः घटपटयोः भेदः अस्ति. एतादृशं पटघटयोः अपि भेदः अस्ति इति वक्तुं शक्यते. किन्तु तद् भेदस्य भेदः अस्ति वा नो चेत् एकं वा इति वयं चिन्तयामश्चेत् भेदः अस्ति. कीदृशं तत् भेदः साधयितुं शक्यते इत्युक्ते प्रतियोगिता उपयुज्य भेदः साधयितुं शक्यते. इत्युक्ते घटपटः न इति अवसरे घटत्वावच्छिन्न तादात्म्य अवच्छिन्न प्रतियोगिता क अभावः पटे अस्ति इति तद्भेदः भिन्नः. पट अभावः इति वदामः घटे पट अभावः इति वदामश्चेत् पटत्वावच्छिन्न तादात्म्य अवच्छिन्न प्रतियोगिताभावः घटे पटत्वावच्छिन्न तादात्म्य अवच्छिन्न प्रतियोगिता अभावः घटे अस्ति इति तयोः मध्ये भेदस्य भेदः अपि अस्ति इति एतद्वाक्यं वदति इति मम अवगमनम्. घटः पटः न इति भेदः अस्ति. तत्र भेदस्य भेदः कथं साधयितुं शक्यते? प्रतियोगिता उपयुज्य सम्बन्धम् अपि उपयुज्य साधयितुं शक्यते इति तदेव विवक्षा इति मम अवगमनम्. अत्र किञ्चित् किं भिन्नरूपेण वदामि. प्रतियोगिता अवच्छेदकभेदेन भेदः भवान् उक्तवान् सत्यमेव. इतोपि किञ्चित् स्पष्टतया वक्तुं शक्नुमश्चेत् यदि यत्किमपि स्वीकुर्मः घटः वा घटं वा पटं किमपि स्वीकृत्य घटे अस्ति प्रतियोगिता इति वदामश्चेत् कीदृशी प्रतियोगिता अस्ति तत्र? घटत्व अवच्छिन्न प्रतियोगिता, घटत्व अवच्छिन्न तादात्म्यसम्बन्ध अवच्छिन्न प्रतियोगिता. तादृशी प्रतियोगिता घटाभावं निरूपयति खलु? घटाभावं निरूपयति. यः घटाभावं यः घटाभावः पटे अस्ति तं निरूपयति. अस्तु, तर्हि घटा अभावः तु पटे भिन्नविधाः अभावाः सन्ति पटे खलु? वा घटे अपि घटमपि स्वीकुर्मः, यदि घटे पटाभावः अस्ति वृक्षा अभावः अपि अस्ति घटे. किमर्थम् इत्युक्ते घटः वृक्षात् भिन्नः. आमां, तर्हि घटे घटे अपि घटमपि स्वीकुर्मश्चेत् घटे अस्ति पटाभावः, घटे अस्ति वृक्षाभावः, घटे अस्ति पुस्तकाभावः. तर्हि घटे भिन्नविधाः भेदाः सन्ति खलु? भिन्नविधाः अभावाः सन्ति. तर्हि तेषु भेदः कः इति प्रश्नश्चेत् तत्र प्रतियोगिता अवच्छेदकभेदेन एव भिद्यन्ते इति उत्तरम्. अहं किम् अवगतवान्, घटः पटः न इति सन्दर्भे घटात् पटः भिद्यते, पटात् घटः भिद्यते इति वाक्यद्वयम् अस्माभिः रचयितुं शक्यते. तत्र भिद्यते भिद्यते इति द्विवारं वयम् उक्तवन्तः किल. तत् भिद्यते इति तद्भेदः एकं वा किं वदामि, तत्र भिद्यते इति पदं स्वीकृत्य भेदं स्थापयितुं शक्नुमः वा? कस्मिंश्चित् भेदः अस्ति चेत् तस्मिन् विद्यमानः भेदमेव स्वीकृत्य स्थापयितुं शक्नुमः खलु? सम्यक् न वक्तुं शक्नोमि भगिनि, प्रयत्नं करोमि. यद् भवत्या उक्तं तदपि अहम् अवगतवान्, परन्तु घटः पटो न इति वदनेन पटः अपि घटो न इति समानार्थकं खलु? आम्, इति समानार्थकं, किन्तु पट घटः घटपटयोः मध्ये भेदः अस्ति. तत् समानं वा इति वयं चिन्तयामश्चेत् समानं नास्ति. प्रतियोगिता अवच्छेदकभेदेन तादात्म्यसम्बन्ध अवच्छिन्नभेदेन अपि तयोः मध्ये भेदस्य निरूपणं वयं कर्तुं शक्नुमः इत्येव एतद्वाक्यं वदति इति मम चिन्तनम्. प्रतियोगिता अवच्छेदकभेदेन भेदः भिद्यते. इत्युक्ते भवान् किं वदति, पटे अस्ति घटाभावः, कुत्र अस्ति भेदः अस्ति इत्येव शास्त्रभाषया तयोः मध्ये भेदः अस्ति इति पर्याप्तं न? पटे अस्ति, यदि वयं कुत्र अस्ति इति चिन्तयामश्चेत् तत् अत्यन्त अभावः भवति किल, न अन्यून्य अभावः. यत्र यत्र सप्तमी भवति तत् अत्यन्त अभावः भवति, यत्र प्रथमा एव अस्ति तत् अन्योन्यभावः भवति. भूतले घटः नास्ति. अस्माकं वाक्यं किं, घटः पटो न, खलु? परन्तु भिन्नेन रूपेण अपि वक्तुं शक्नुमः, घटः पटात् भिन्नः, तत्रापि अन्योन्याभावस्य सूचनमेव, खलु? आम्, किन्तु घटः पटे न इति वदामश्चेत् तत् अत्यन्त अभावः भवति, अन्योन्यभावः न भवति इति मम अवगमनं. घटः पटात् भिन्नः इति वदामश्चेत् घटः पटः न इति समानार्थं. यदि घटः पटे न इति पटे इति अधिकरणं स्वीकृत्य वयं वदामश्चेत् तत् अत्यन्त अभावः भवति. तत्तु सम्यक् एव, घटं भूतले, घटः भूतले इति, तत्तु अत्यन्त अभावः. परन्तु अत्र तस्य निर्देशः एव नास्ति. किं अस्माकं विषये घटः पटो न इत्युक्ते घटः तु घटः घटः एव, पटः घटः न भवितुम् अर्हति एव. पटः तु भिन्नः अस्ति इत्युक्ते घटस्य अभावः पटे अस्ति इति अर्थः, खलु? घटस्य अभावः पटे अस्ति, पुनः पटस्य अभावः अपि घटे अस्ति. तर्हि भवान् किं वदति, घटाभावः अस्ति एकस्मिन् पक्षे, पटाभावः अस्ति अन्यस्मिन् पक्षे, तयोः भेदः अस्ति एव, खलु? निश्चयेन भेदः अस्ति. न, परन्तु अस्माकं विषयः एव भिन्नः अस्ति इत्युक्ते यत् मया उक्तं, विद्यमाना प्रतियोगिता एकविधा प्रतियोगिता, वृक्षे विद्यमानप्रतियोगिता भिन्ना अस्ति. यद्यपि ताः प्रतियोगिताः पटे विद्यमानम् अभावमेव निरूपयन्ति, तथापि प्रत्येकस्मिन् सन्दर्भे प्रतियोगिता भिन्ना इत्येव विषयः. ओ, इदानीम् अवगतं वा? अस्तु भगिनि, अवगतम्. हा, इत्युक्ते तत् पृथक्त्वस्य विषयम् अग्रे पठामः, परन्तु सोपानेन गच्छामि एव. अस्तु, सुनील महोदय. इदानीम् अहं पुनः वक्तुं प्रयत्नं करोमि. अतः इदानीं समानवाक्यमेव स्वीकुर्मः, घटः पटः न इति वदामः चेत् अत्र घटः प्रतियोगी, पटः नियोगी, अतः तत्र घटत्व अवच्छिन्न तादात्म्य अवच्छिन्नप्रतियोगिताक अभावः पटे अस्ति इति तादृशं पटे अन्यप्रतियोगिताः अपि प्रतियोगिता अवच्छिन्न तादात्म्य अवच्छिन्न अभावः अपि भवितुम् अर्हति भवन्ति अतः तादृशरीत्या चिन्तयामः चेत् तत्र प्रतियोगिता अवच्छेदभेदेन भेदः विद्यते इति तत्र पुनः तदेव उदाहरणानि अत्र पुस्तकं पुस्तकत्वावच्छिन्न अथवा तादात्म्य अथवा वृक्षत्वावच्छिन्न तादात्म्य तादृशं स्वीकुर्मः चेत् अतः तत्र प्रतियोगिता अवच्छेदभेदेन भेदः विद्यते इति अस्तु अत्र पुनः अग्रे अस्ति घटत्वमपि प्रतियोगितायाः अवच्छेदकं तादात्म्यसम्बन्धः अपि प्रतियोगितायाः अवच्छेदकः अनन्तरं घटः तादात्म्यसम्बन्धेन स्वस्मिन् अस्ति अतः घटः घटभेदयोः विशिष्टसम्बन्धः घटघटभेदयोः विशिष्टसम्बन्धः अस्ति इति समीचीनम् अत्र घटत्वं नास्ति यत्र घटत्वं नास्ति तत्र घटस्य तादात्म्यसम्बन्धः नास्ति इति तदवच्छिन्नप्रतियोगिता नास्ति तत्र भेदः अपि नास्ति इति तदेव सारांशः इदानीं रामप्रिया भगिनी आं भगिनि स्पष्टम् अस्ति वा आम् आं भगिनि शुकवनमहोदय प्रश्नः अस्ति चेत् कृपया पृच्छतु न भगिनि इदानीं स्पष्टं वा पुनः एकवारं वर्तते अस्तु अस्तु तर्हि भवान् एव पठतु अग्रे भेदस्य स्वरूपं स्मर्यताम् न एकनिमिषं तत्तु अभवत् अतः घटे यः अतः घटे यः कपालभेदः अतः घटे यः कपालभेदः कपालात् भिन्नः इत्यत्र विलक्षणः भेदः घटे यः कपालभेदः कपालात् भिन्नः इत्यत्र विलक्षणः भेदः इत्युक्ते घटे कपाल यः कपालभेदः कपालात् भिन्नः इत्यत्र विलक्षणः भेदः इत्युक्ते घटे अस्ति कमपि अभावः किमपि अभावः अस्ति खलु घटे आम् घटः स्वस्मिन् एव तादात्म्यसम्बन्धेन भवति इत्युक्ते यत्किमपि भवतु जगति तस्य अभावः सर्वस्य अभावः घटे अस्ति तदेव आम् अग्रे तादृशभेदस्य कः प्रतियोगी इत्युक्तौ तादृशभेदस्य कः प्रतियोगी इत्युक्तौ कपाल एव एवं घटः भूतलात् भिन्नः इत्युक्तौ पुनः भिन्नः भेदः भूतलभेदस्य प्रतियोगी भूतलमेव तस्मात् भूतलप्रतियोगिकः भेदः कपालप्रतियोगिकः भेदः च एकः एव इति न यद्यपि भेदद्वयमपि घटे पृथक्त्वस्य स्थितिः तथा नास्ति यद्यपि भेदद्वयमपि घटे पृथक्त्वस्य स्थितिः तथा नास्ति घटः भूतलात् पृथक् पुस्तकात् पृथक् गृहात् पृथक् पर्वतात् पृथक् इदं सर्वं पृथक्त्वम् एकमेव घटे किन्तु घटः कपालात् भिन्नः भूतलात् भिन्नः इत्यत्र पृथक्त्वम् इव समानौ भेदौ इति नास्ति इति अत्र भेदपृथक्त्वयोः भेदः कः इति अत्र लिखितमस्ति भेदः प्रतियोगिताकः भिद्यते किन्तु पृथक्त्वं तादृशं नास्ति एकः एव इति. प्रथमवाक्यद्वयं पठित्वा किञ्चित् प्रतिपादयतु महोदय. अतः घटे यः प्रतियोगी, तादृशभेदस्य कः प्रतियोगी इत्युक्तौ, तस्मात् तादृशभेदस्य कः प्रतियोगी. तादृशभेदस्य इत्युक्ते कपालभेदः, कपालात् भिन्नः इति वयं वदामः. तादृशभेदः कः प्रतियोगी इत्युक्तौ कपालः एव. एवं घटः भूतात् भिन्नः इत्युक्तौ पुनः भिन्नः भेदः. यदपेक्षया वयं भिन्नत्वं वदन्ति तत् तद्वस्तु एव इति भिन्नस्य भेदस्य स्वरूपमस्ति. भूतलभेदस्य प्रतियोगी भूतलमेव, तस्मात् भूतलप्रतियोगिकः भेदः, कपालप्रतियोगिकः भेदः च एकः एव इति न. भूतलप्रतियोगिकः भेदः भूतलमेव, कपालप्रतियोगिकः भेदः कपालः एव, पटत्वप्रतियोगिकः भेदः पटत्वमेव इति वयं भेदस्य भिन्नत्वं साधयामः. यद्यपि तेषां भेदानाम् आश्रयः एक एव. आश्रय तु एकः, परन्तु प्रत्येकभेदविषये प्रतियोगी भिन्ना अस्ति खलु. प्रथमं तु कपालभेदः, कपालभेदविषये कः प्रतियोगी? कपालः एव. भूतलभेदविषये भूतलमेव. तर्हि तदेव, परन्तु पृथक्त्वस्य विषये का स्थितिः? पृथक्त्वस्य विषये यदा वयं वदामः भूतलात् पृथक् पुस्तकात् पृथक् घटं, घटः भूतलात् पृथक् पुस्तकात् पृथक् इति वयं वदामश्चेत्, यद्यपि तत्र पृथक्त्वं एकमेव इति, घटः एव इति, तत्र प्रतियोगितायाः चिन्तनं किमपि नास्ति. एकमेव वस्तु तत् पृथक् इति. इत्युक्ते पृथक्त्वम् इति गुणः एकः एव, तत्तु घटे अस्ति. यदा घटपृथक्त्वस्य विषयं वदामश्चेत् तर्हि घटे विद्यमानं पृथक्त्वम् एकमेव, यद्यपि भिन्नाः अवधयः सन्ति, अनेकाः अवधयः सन्ति, प्रत्येकस्मिन् अवधिकत्वं पृथक्त्वं पृथक्त्वं यत् अस्ति तत्तु एकमेव इति अस्ति. वयं पृथक्त्वं, क्षम्यतां भगिनि, इत्युक्ते पृथक्त्वं अवच्छिन्नं न करोति वा? किम् अवच्छिद्यते? यदा घटत्वावच्छिन्न, तादात्म्य अवच्छिन्न इति वयं वदामः किल, तादृशं पृथक्त्वावच्छिन्न इति न वक्तुं शक्नुमः वा इति मम प्रश्नः. यदि पृथक्त्वावच्छिन्न इति वदामश्चेत् पर्वतात् पृथक्त्वावच्छिन्न इति तयोः मध्ये भेदः निरूपयितुं शक्यते, किन्तु अत्र मम अवगमनं किम् इत्युक्ते पृथक्त्वं अवच्छिन्नं कर्तुम् अयोग्यम् इति. अस्तु, अस्माकं पूर्वतन उदाहरणमस्ति बालक उन्नतः बालकः इति. तर्हि बालके औन्नत्यम् अस्ति, औन्नत्यम् इति गुणः अस्ति बालके. तर्हि औन्नत्येन एव बालकः भिद्यते, पुनः बालकेन औन्नत्यं भिद्यते. रामः अस्ति, उन्नतः रामः, श्यामः अस्ति उन्नतः रामः, उन्नतः श्यामः अस्ति, रामेण औन्नत्यं भिद्यते, पुनः श्यामेन औन्नत्यं भिद्यते इति वक्तुं शक्नुमः. तर्हि अस्माकं किम् अस्ति तात्पर्यमस्ति आश्रयेण पृथक्त्वं भिद्यते इति. आम् तत्र अवधिभेदेन पृथक्त्वं न भिद्यते इत्येव तात्पर्यम्. यद्यपि कपालावधिकपृथक्त्वं किं न कपालम् इति करोतु कृपया, पुस्तकावधिकपृथक्त्वं घटे, स्यूतावधिकपृथक्त्वं घटे, अन्यत् किमपि वृक्षावधिकपृथक्त्वं घटे, यद्यपि भिन्नानि पृथक्त्वानि इति भाति, पृथक्त्वम् इति गुणः एकः एव, घटः पृथक् पृथक् पुस्तकात् पृथक् स्यूतात् पृथक्, तत्र पृथक्त्वम् इति गुणः यत् अस्ति घटे तत्तु एकमेव. अत्र पृथक्त्वस्य आश्रयः नो चेत् अधिकरणः घटे घटमेव, अतः तयोः मध्ये भेदः नास्ति. परन्तु भूतलभेदस्य प्रतियोगी भूतलं, कपालभेदस्य प्रतियोगी कपालम् इति प्रतियोगिताः प्रतियोगितायाः प्रतियोगितया भिन्नमस्ति. हा इदानीम् अवगतं भगिनि. इदानीम् अस्तु अस्तु आम् अग्रे. किन्तु घटः कपालात् भिन्नः भूतलात् भिन्नः इत्यत्र पृथक्त्वमिव समानो भेदौ न इति इति नास्ति इति. अवगतं भगिनि. अस्तु अस्तु अग्रे रामप्रिया भगिनि. आं भगिनि, तर्हि घटभेदः घटं विहाय अन्यत्र सर्वत्र वर्तते इति तु सत्यम्. किन्तु घटः कपालात् भिन्नः इति प्रतीतौ घटः भिन्नः भेदः घटे, स च भेदः कपाल अवधिकः. घटः भूतलात् भिन्नः इति प्रतीतौ घटः भिन्नः भेदः घटे, स च भेदः भूतल अवधिकः. द्वावपि भेदौ घटे भिन्नौ, कपालभेदस्य कपालावधिकत्वं, भूतलभेदस्य भूतलावधिकत्वम्. एतद् अग्रिमं भेदमपि पठतु भगिनि. अधुना कपालभेदस्य अवधिः पटः भवितुम् अर्हति वा? घटे विद्यमानः यः कपालभेदः तस्य कपालभेदस्य कपालं विहाय अन्यः कोऽपि अवधिः भवितुम् अर्हति वा? घटः कपालात् भिन्नः इति प्रतीतिः, अनेन कपालभेदः घटे. तर्हि कपालभेदस्य पटादयः अवधयः भवन्ति किम्? प्रथमं घटभेदः कुत्र अस्ति इति. घटभेदः घटं विहाय अन्यत्र सर्वत्र वर्तते इति वयं पूर्वमेव तद् दृष्टवन्तः. किन्तु घटः कपालात् भिन्नः इति प्रतीतौ घटः भिन्नः भेदः घटे, स च भेदः कपालावधिकः. घटः कपालात् भिन्नः इति वयं स्वीकुर्मः चेत् तत्र किं भवति? अवधिः कः? अवधिः कपालः, तदेव प्रतियोगी. घटः घटे भेदः वर्तते, घटः भिन्नः घटे भेदः वर्तते. कीदृश कपालभेदः घटे वर्तते? कपालभेदः इत्युक्ते किं? कपाल अवधिकः, कपाल अवधिः, अतः कपाल अवधिकः घटे. कपाल अवधिकभेदः घटे इति कपाल अवधिकभेदः. यदा वयं घटः भूतलात् भिन्नः इति वयम् इदानीं स्वीकुर्मः चेत् भूतलं भूतलम् इति अवधिः घटः इति भिन्नः भेदः घटे वर्तते तद् भेदः तु भूतलावधिकः. समीचीनं, भूतलावधिकभेदः घटे. द्वावपि भेदौ, द्वावपि भेदौ इत्युक्ते भूतलावधिकः कपालावधिकः घटे भिन्नौ. आम्, घटे घटे अस्ति चेदपि द्वौ अपि भेदौ भिन्नौ अस्ति. कपालभेदस्य किं भवति, कपालभेदस्य कपालावधिकत्वं भवति, भूतलभेदस्य भूतलावधिकत्वं भवति. इदानीं तु पृथक्त्वात् कथं विशिष्यते इति स्पष्टं भवति वा? कदापि घटे पृथक्त्वं पृथक्त्वे भिन्ने इति न वक्तुं शक्नुमः खलु? ते विद्यमानं पृथक्त्वं तु एकमेव, यद्यपि भूतलावधिक पृथक्त्वम् अस्ति वा पुस्तकावधिकपृथक्त्वम् अस्ति, न तु कपालावधिकपृथक्त्वं तु, खलु? पृथक्त्वं तु तदावधिकपृथक्त्वम् इति अस्ति, यद्यपि तत् पृथक्त्वं तु एकमेव, परन्तु अत्र तु घटे विद्यमानाः भेदाः तु भिन्नाः. तत्तदावधिकभेदाः भिन्नाः इति. इदानीं प्रश्नः एकः अस्ति अत्र. अधुना कपालभेदस्य अवधिः पटः भवितुम् अर्हति वा? यदा वयं अत्र कपालभेदस्य कपालावधिकत्वम् इति दृष्टवन्तः, कपालभेदस्य अवधिः पटः भवितुम् अर्हति वा इति. घटे विद्यमानः यः कपालभेदः, तस्य कपालभेदस्य कपालं विहाय अन्यः कोऽपि अवधिः भवितुम् अर्हति वा इति अपि प्रश्नः. घटः कपालात् भिन्नः इति एव प्रतीतिः. एकनिमिषं भगिनी, भवती किं वदति? अधुना कपालभेदस्य अवधिः पटः भवितुम् अर्हति वा इत्युक्ते भवत्याः अवगमनं किम्? कपालभेदस्य अवधिः पटः भवितुम् अर्हति वा? घटं विहाय सर्वत्र, क्षम्यतां, कपालं विहाय अन्यत्र सर्वत्र वर्तते इति एव अस्ति किल कपालभेदः. कपालभेदः अवधिः, अवधिः इत्युक्ते प्रतियोगी, घटभेदस्य प्रतियोगी क्षम्यतां, कपालभेदस्य प्रतियोगी कपालः एव. अत्र अवधिविषयः खलु. कपालभेदः कपाले एव वर्तते. एकनिमिषम् एकनिमिषं, कपाल कपालभेदः किल, कपालस्य अन्योन्याभावः कपाले अस्ति वा? अवधिः, अवधिः इत्युक्ते प्रतियोगी किल. अवधिः इत्युक्ते अस्तु, यदि घटः पटोन्न, तत्र घटे प्रतियोगिता अस्ति चेत् घटस्य अवधिः कुत्र? अनियोगिनी खलु? आम् आम्, पटे. अत्र कपाल वाक्यं किमस्ति? अधुना कपालभेदस्य अवधिः पटः भवितुम् अर्हति वा इत्युक्ते कपालभेदः कुत्र अस्ति? भवती एव कपालभेदः कपालं विहाय सर्वत्र अस्ति इति भवति. अस्तु, अन्य सर्वत्र अस्ति. आम्, इदानीं चिन्तयतु, कपालं विहाय कपालभेदः घटे अस्ति इति इत्युक्ते अस्माकं वाक्यं किम् कपालभेदः घटे कपालभेदः घटे चेत् अवधिः कः घटस्य अवधिः प्रतीतिः घटः कपालात् भिन्नः इत्युक्ते कपालः एव अवधिः कपालः अवधिः खलु कपालभेदविषये कपालः एव अवधिः तर्हि कपालभेदविषये पटः अवधिः भवितुम् अर्हति वा न तदेव घटे विद्यमानः यः कपालभेदः तस्य कपालभेदस्य कपालं विहाय अन्य कोऽपि अवधिः भवितुं न अर्हति एव इदानीं स्पष्टं वा स्पष्टम् अनेन कपालभेदः घटे क्षम्यतां घटः कपालात् भिन्नः इति प्रतीतिः अनेन कपालभेदः घटे तर्हि कपालभेदस्य पटादयः अवधयः भवन्ति किम् इति अन्यप्रश्नः कपालभेदस्य पटादयः अवधयः भवन्ति किं तदपि न भवति किल न भवति एव इदानीं कपालभेदः इत्युक्ते मनसि कपालभिन्नता इति स्वीकरोतु प्रायः सुलभः भवति स्पष्टम् अस्तु कपालभिन्नता कुत्र अस्ति कपालभिन्नता कपाले अस्ति क्षम्यतां कपालं विहाय जगति सर्वत्र अस्ति अस्ति पुस्तके अस्ति वृक्षे अस्ति तर्हि घटे अस्ति चेत् तत्र अवधिः कः कपालः पटे अस्ति चेत् अवधिः कः किं भगिनि प्रश्नः पटे अस्ति चेत् पटे कपालभेदः अस्ति चेत् अवधिः कः कपालात् भिन्नः इत्युक्ते कपालः एव अवधिः कपालः एव कपालभेदभेदम् इति स्वीकुर्मश्चेत् यत्किमपि भवतु यस्मिन् यत्कस्मिंश्चित् भवतु सर्वत्र कपालः एव अवधिः तत् स्पष्टम् अस्ति वा सुनील् महोदय शुकवन महोदय आम् अहं वदामि वा किम् अवगतम् इति आम् आम् अवश्यम् अत्र इदानीं घटः कपालात् भिन्नः इति वदामः चेत् तत्र कश्चन भेदः अस्ति इति वयं जानीमः परन्तु इदानीं पुनः अस्माकं विषयः अस्ति तत्र पटः अपि अस्ति अतः तत्र कपालभेदस्य भेदः भेदस्य अवधिः पटः भवितुम् अर्हति वा इति तत्रापि प्रतियोगिनं विहाय भिन्नः सर्वत्र चेदपि द्वौ भिन्नौ समानो न स्तः इति एकः विषयः इति अस्ति अतः तद् भवितुं न अर्हति इति इत्युक्ते अत्र कपालभेदस्य पदादेः अवधेः न भवन्ति इति तदेव कारणम् इति अहं चिन्तयामि इत्युक्ते अत्र घटकपालयोः मध्ये एकः भेदः अस्ति घटपटयोः अथवा कपालपटयोः मध्ये अन्यः भेदः अस्ति एकनिमिषं महोदय अत्र तु विषयः किञ्चित् भिन्नः अग्रिमं सोपानम् अस्ति प्रथमं सोपानं तु प्रतियोगिता कीदृशी इति खलु प्रथमपरिच्छेदे यत् पठितम् अग्रिमं सोपानम् अवधिः कः इति घटः कपालात् भिन्नः इति वदामः चेत् कपालः अवधिः तदेव अस्ति, कपालः एव अवधिः. कपालभेदस्य विषये वदामश्चेत् कपालः एव अवधिः. कपालभेदः यत् कुत्रापि भवतु तत्र सर्वत्र कपालः एव अवधिः इत्येव विषयः खलु. कपालभेदः घटे अस्ति, कपालभेदः अन्य कुत्र अस्ति? कपालं विहाय अन्यत्र सर्वत्र अस्ति. हा, घटे अस्ति, पुस्तके अस्ति, वृक्षे अस्ति, तत्र सर्वत्र यः कपालभेदः अस्ति तस्य भेदस्य आश्रयः यः अस्ति तस्य अवधिः कपालः एव. तर्हि भेदस्य अवधिकत्वं कपाले कपाले एव इति. अस्तु, अग्रे सुनील् महोदयस्य क्रमः खलु. घटभेदः घटे नास्ति, तद्विहाय सर्वत्र घटभेदः इति कृत्वा एव निखिलावधिगत्वम् इति विचारस्य का गतिः? कः अवधिः तस्य घटभेदस्य? घटः एव किल, घटातिरिक्त अवधिः वा नास्ति? घटभेदः इत्युक्ते कः प्रत्ययः? घटात् भिन्नः, न तु अन्यस्मात्. अतः कपालभेदस्य अवधिः कपालः एव, न तु अन्यः. यः निखिलावधिकः यस्य अवधेः निखिलम् अपेक्षते. भेदः निखिलावधिको नास्ति, यतोहि एकस्य भेदस्य एकः एव अवधिः. भेदस्य अवधिः प्रतियोगिरूपः. अत्र इदानीं घटभेदः घटभेदः घटे नास्ति, घटं विहाय सर्वत्र अस्ति इति वयं जानीमः. तत्र इदानीं तद् स्वीकुर्मः चेत् तत्र निखिलावधिगत्वम् अस्ति वा इति प्रश्नः. इत्युक्ते वयं पूर्वं दृष्टवन्तः द्रव्यं विहाय सर्वत्र अस्ति भेदः अस्ति चेत् निखिलावधिगत्वं भवति इति. अत्र इदानीं तस्य विचारस्य गतिः का इति प्रश्नः. कः अवधिः तस्य घटभेदस्य? अत्र घटभेदस्य अवधिः कः इति? घटभेदस्य अवधिः घटः एव. किमर्थम् अत्र घटस्य भेदः तस्मिन्नेव इति वा? न, किमपि उदाहरणं स्वीकृत्य घटभेदः कुत्र अस्ति? घटभेदः घटं विहाय सर्वत्र अस्ति, अतः घटः अवधिः इति. हा, तत्तु स्पष्टं खलु. अग्रे अतः घटः एव किल, घटातिरिक्त अवधिः वा इति, अथवा घटं विहाय अन्या अवधिः वा इति. तद् नास्ति इति इत्युक्ते अत्र भेदस्थले घटः एव अवधिः इति. अतः घटभेदः इत्युक्ते कः प्रत्ययः? घटात् भिन्नः, न तु अन्यस्मात्. तदपि वयं जानीमः, घटभेदः इत्युक्ते घटः घटमिह सर्वत्र इति. अतः कपालभेदस्य अवधिः कपालः एव, न तु अन्यः. यः निखिलावधिकः तस्य अवधेः निखिलम् अपेक्षते. तदपि वयं जानीमः, वयं निखिलावधिकत्वं निखिलावधिकः इत्युक्ते तस्य अवधेः निखिलम् अपेक्षते इति. भेदः निखिलावधिको नास्ति, यतोहि एकस्य भेदस्य एक एव अवधिः. भेदः निखिलावधिकः नास्ति, एकस्य भेदस्य एकः एव अवधिः, भेदस्य अवधिः प्रतियोगिरूपः. इत्युक्ते अत्र भेदः इत्युक्ते वयं जानीमः तं विहाय अन्यत्र अस्ति इति. तत्र परन्तु निखिलावधिकः नास्ति इति, यतोहि एकस्य भेदस्य एकः एव अवधिः. ओ, इदानीम् अत्र अवधिविषये वा अथवा भेदः इति स्वीकरोतु कृपया. घटभेदस्य अवधिः कुत्र? घटभेदः कुत्र कुत्र अस्ति? घटमिह सर्वत्र अस्ति. उदाहरणत्वेन घटभेदः? घटभेदः पटे अस्ति, वृक्षे अस्ति, मठे अस्ति इति. तर्हि सर्वत्र अवधिः कः? घटः एव. तर्हि घटभेदस्य अवधयः बहवः सन्ति वा? न, केवलम् एकः एव. एकः एव, अतः घटभेदस्य निखिलावधिकत्वं नास्ति. अत्र इदानीम् अवधिविषये, अत्र अवधिः एकः एव, अतः तत्र निखिलावधिकत्वं नास्ति. यत्किमपि यत् कुत्रापि घटभेदम् इति स्वीकरोतु, तत्र सर्वत्र अवधिः घटः एव इति कृत्वा घटभेदस्य निखिलावधिकत्वं नास्ति. यदि घटभेदस्य निखिलावधिकत्वम् अस्ति चेत् किं भवति? सर्वत्र अवधित्वं भवति. परन्तु तत्तु अनर्थकः खलु? भेदस्य विषये तद् न भवति इति. आम्, समीचीनम्. अतः अत्र भेदस्य अवधिः प्रतियोगिरूपः इति अस्ति. इत्युक्ते अत्र प्रतियोगिनं विहाय अन्यत्र नास्ति इति वा? अत्र प्रतियोगी कः? तत् तदेव अवधिः इति. तत्र घटः इति प्रतियोगी चेत् तदेव अवधिः अपि खलु? अतः प्रतियोगिरूपः इति. अस्तु, अग्रे शुकवनमहोदय कृपया. हा, तत्पूर्वं भगिनि, भेदस्य अवधिः प्रतियोगिरूपः इति विषये इति वाक्ये घटस्य घटाभावस्य प्रतियोगी घटः एव, पटाभावस्य प्रतियोगी पटः एव, एतादृशं घटभेदस्य अवधिः घटः एव, पटभेदस्य अवधिः पटः एव, अतः तेषां रूपः समानम् इति. यदा प्रतियोगी तदा भेदः अपि, भेदस्य अवधिः अपि इति. आम् आम्, तदेव. आम्, अतः घटभेदः घटं विहाय सर्वत्र भवति इति तु सत्यं, किन्तु अत्र तथा नास्ति विषयः. अत्र इत्युक्ते अवधिविषये, अपि तु तद् अवधिकत्वं. घटभेदः घट अवधिकः, घट अवधिकत्वं घटभेदे, घटभिन्नपदार्थेषु सर्वविद्यमानः यः घटभेदपदार्थः, तस्मिन् घटभेदे किं किम् अवधिकत्वं भवति इति प्रश्नः. निखिलावधिकत्वम् इति चेत् घटं विहाय यः अन्यः सर्वोऽपि तदवधिकः कश्चन भेदपदार्थः अपेक्षते. घटभेदः घटं विहाय सर्वत्र भवति, किन्तु अत्र घटभेदस्य अवधिकत्वस्य विषये एव चिन्तनम् इति. घटभेदः घटभेदः घट अवधिकः इत्युक्ते घटभेदस्य अवधिकः घट एव इति. घटभेदः घट अवधिकः घट अवधिकत्वं घटभेदे अस्ति. घटभिन्नपदार्थेषु सर्वविद्यमानः यः घटभेदपदार्थः तस्मिन् घटभेदे किम् अवधिकत्वं भवति इति प्रश्नः. घटभिन्नपदार्थेषु इत्युक्ते पट वृक्ष इत्यादिपदार्थेषु सर्वविद्यमानः यः घटभेदपदार्थः. घटभेदः इति पदार्थः इति वा? आम् आम् तदेव. घटभिन्नपदार्थेषु इत्युक्ते पट वृक्षादिपदार्थेषु विद्यमानः घटभेद इति पदार्थः तस्मिन् इत्युक्ते घटभेदे किम् अवधिकत्वं भवति इति प्रश्नभेदे. पटः कस्मात् भिन्नः? भवान् उक्तवान् खलु पटः पुस्तकं वा वृक्षः इति. आम् अन्यपदार्थानि खलु. आम् तर्हि पटे विद्यमानः घटभेदः यः अस्ति तत्र अवधिः कः? पटस्य अवधिः कः? पटस्य अवधिः अन्यत् सर्वं किल. पटभेदस्य अवधिः पटः एव, किन्तु पटस्य अवधिः अन्यत् सर्वं. पुनः महोदय. घटभेदस्य अवधिः घटः एव, किन्तु घटस्य अवधिः घटं विहाय अन्यत् सर्वम्. हा हा, परन्तु अत्र पटस्य विषये वा वृक्षस्य विषये वा पुस्तकस्य विषये खलु. यतोहि वाक्यं किम् अस्ति? घटभिन्नपदार्थेषु विद्यमानः भेदः इति खलु. आम् तर्हि पटे विद्यमानभेदः, पुस्तके विद्यमानः भेदः, वृक्षे विद्यमानः इत्युक्ते घटभेदः, घटे पटे विद्यमानघटभेदः इति. आम् आम्. तर्हि तस्मिन् भेदे कीदृशम् अवधिकत्वम् अस्ति इति प्रश्नः. किं घटभेदस्य आश्रयः कः? घटभेदस्य आश्रयः यस्य अपेक्षया वयं वदामः. न न, एकनिमिषं, उदाहरणमेव स्वीकृत्य वदतु महोदय. पटम् इति स्वीकरोतु. पटः भवान् स्वीकरोमश्चेत् पटः एव घटभेदस्य आश्रयः. पुनः पुस्तकं स्वीकुर्मः इति वदति चेत् वृक्षः एव घटभेदस्य आश्रयः. इदानीं पटम् इति स्वीकरोतु. तत्र पटस्य अवधिः कः? पटे घटभेदः अस्ति खलु. पटे घटभेदः अस्ति. आम्, भवानेव उक्तवान् घटः पटात् भिन्नः, घटः वृक्षात् भिन्नः, घटः पुस्तकात् भिन्नः इति खलु. आम्, तर्हि पटे घटभेदः, पुस्तके घटभेदः, वृक्षे घटभेदः खलु. आम्, तर्हि पटस्य अवधिः कः? एतेषु उदाहरणेषु एव अवधिः कः? प्रायशः अवधि इति पदार्थस्य सम्यक् अवगमनं मम नास्ति इति चिन्तयामि. भिन्नः तदेव अवधिः. पुनः वदतु भगिनि. भिन्नः घटात् भिन्नः खलु. आम्, पुनः वृक्षः घटात् भिन्नः. आम्, पुनः पुस्तकं घटात् भिन्नः खलु. आम् आम्. तर्हि प्रत्येकस्मिन् भेदविषये घटः एव अवधिः खलु. घटः एव आम् वेदस्य अवधिः तदेव किल, तदेव वयं पूर्वं पठितवान्, घटभेदस्य अवधिः घटमेव. एकनिमिषं, भेदस्य अवधिः इति न, हा पटस्य अवधिः इति, भेदस्य अवधिकत्वम्, भेदस्य अवधिकत्वम्. किमर्थं भेदः सावधिकः इत्युक्ते भेदे अवधिकत्वम् अस्ति इति. हा अस्तु, कस्य अवधिकत्वम् अस्ति? घटस्य अवधिकत्वम्. पुनः वृक्षभेदे, भेदे भेदे घटस्य घटभेदे इति वयं स्वीकुर्मश्चेत् घट घटभेदे घटस्य अवधिकत्वं खलु? आम्, घटभेदे घटस्य अवधिकत्वम् अस्ति. आम् आम्, पटभे पुनः पटे विद्यमाने विद्यमानघटभेदे घटस्य अवधिकत्वम् एव एव. पुनः वृक्षे विद्यमान पटे विद्यमानघटभेदे घटस्य अवधिकत्वम् एव. आम् आम्, पुनः वृक्षे वृक्षे विद्यमान घटभेदे वृक्ष घटमेव अवधिकत्वम्. घटस्य अवधिकत्वम् इत्युक्ते तत् भेदः, ऐ मीन् अवधिकत्वमपि एकमेव. आम् अवधिः एकः एव. आम्, भेदस्य अवधिकत्वम् एकम् एव, न तु निखिलावधिकत्वं तस्य इति. स्पष्टं वा? हा स्पष्टं, किञ्चित् किञ्चित् मनसि निधा न, भवान् लिखित्वा पश्यति चेत् तदेव कर्तव्यं, किञ्चित् स्पष्टं भवति. आम् आम् आम्. सुनील् महोदय, प्रश्नः अस्ति वा? प्रश्नः नास्ति, इदानीं पुनः अत्र अवधिगत अवधिविषये अस्ति, अतः तत्र पुनः यदा वयं पूर्वं दृष्टवन्तः तत्र अत्र अवधिकः घटः एव सर्वदा इदानीम् अस्माकम् उदाहरणेषु अवधिः अवधिः घटः एव. कुत्र कुत्र प्रथमम् उदाहरणं दत्वा वदतु कृपया. अत्र घटः पटात् भिन्नः, अथवा घटः वृक्षात् भिन्नः, घटः भूतलात् भिन्नः इति उदाहरणेषु घटः एव अवधिः, अतः एकः अवधिः एव, अतः अत्र अवधिगत्वमपि एकमेव. कस्य अवधिकत्वम्? अत्र घट घटभिन्न अवधिकत्वम्, घटभेदस्य अवधिकत्वं खलु, अवधिकत्वम् एकमेव. अतः एव निखिलावधिकत्वं नास्ति. रामप्रिया भगिनी, प्रश्नः अस्ति वा? नास्ति भगिनी, स्पष्टं स्पष्टं. केवलम् अस्मिन् सोपाने किम् अस्ति, पूर्वस्मिन् परिच्छेदे वयं दृष्टवन्तः यत् अवधिः एकः एव वेदविषये इति, खलु? इदानीम् अग्रिमं सोपानम् अस्ति, तर्हि अवधिः एकः एव चेत् अवधिकत्वं किं भवति इति प्रश्नः. अस्माकं लक्ष्यं किम् अस्ति? भेदस्य निखिलावधिकत्वम् अस्ति वा न इति. पदार्थः अस्ति भेदः वा पृथक्त्वं वा संयोगः वा विभागः इति, खलु? तर्हि पृथक्त्वस्य अवधिकत्वं पूर्वं पठितवन्तः. पृथक्त्वस्य अवधिकत्वं अनेकावधिकत्वम् इति. भेदस्य अवधिकत्वं कीदृशम् अस्ति? भेदस्य एकः एव अवधिः अस्ति, तर्हि एकावधिकत्वम् इति. तत् वाक्यं प्राप्य प्राप्यर्थं कानिचन सोपानानि आवश्यकानि. प्रथमं प्रतियोगितायाः स्वभावः कीदृशी प्रतियोगिता अस्ति इति, तदनन्तरम् अवधिः कः इति, एकः एव अवधिः इति व्यवस्थापितम्. तदनन्तरम् अवधिः एकः एव इत्युक्ते वेदस्य अवधिकत्वं किं भवति इति प्रश्नः. इदानीम् अवगतं खलु अस्माकं सोपानानि? अस्तु, अग्रे रामप्रिया भगिनी. अधुना घटे विद्यमानपृथक्त्वं निखिल अवधिकम् इति चिन्तयतु. नास्ति वस्तुगत्या किल, किन्तु आपततः स्वीकुर्मः. घटे विद्यमानं पृथक्त्वं निखिल अवधिकम् अस्ति इति, तस्य कः अर्थः? घटे विद्यमानं यत् पृथक्त्वं तस्य घटं विहाय सर्वे अपि अवधयः. एवं घटं विहाय ये तत् घटं विहाय ये तत् सर्वावधिकं पृथक्त्वं घटे अस्ति. इत्युक्तौ घटे निखिलावधिकं पृथक्त्वम् अस्ति इति वाक्यस्य अर्थः. इदानीं वयं इदानीमेव वयं साधितवन्तः तत् निखिलावधिकत्वं नास्ति इति भेदस्थले. पुनः पृथक्त्वस्य विषये निखिलादित्तम् अस्ति इति चिन्तयतु इति, यदा भवति चेत् किं भवति इति. परन्तु वस्तुगत्या तद् किमपि तद् कदापि न भवति, परन्तु अस्ति इत्युक्ते किं भवति इति. घटे विद्यमानं पृथक्त्वं निखिलावधिकत्वम् अस्ति इति, तस्य कः अर्थः इत्युक्ते घटे विद्यमानं यत् पृथक्त्वं तस्य घटं विहाय सर्वे अपि अवधयः. यदा निखिलावधिकत्वम् अस्ति इति वयं चिन्तयामः चेत् यद् पृथक्त्वं घटे अस्ति तत् तस्य घटं विहाय सर्वे अपि अवधयः इति. एवं घटं विहाय एतत् सर्व अवधिकं पृथक्त्वं घटे अस्ति इत्युक्ते कपालावधिकत्वम् अपि अस्ति घटे इति अर्थः. वस्तुतः तत् साध्यं न. अतः घटे निखिलावधिकत्वं नास्ति अस्ति इति वाक्यस्य अर्थः. अर्थः तु अस्ति इति वयं स्वीकुर्मः चेत्. एकनिमिषम् एकनिमिषम्. घटे निखिलावधिकत्वम् इति न, पृथक्त्वे निखिलावधिकत्वं न. पृथक्त्वे पृथक्त्वे घटे निखिलावधिकं पृथक्त्वं नास्ति किमपि. अस्तु, इदानीम् अवगतम्? आं भगिनि. अस्तु, अग्रे कस्य क्रमः? अधुना भेदविषये तादृशभेदं सर्वत्र वर्तते. घटभेदः घटं विहाय सर्वत्र वर्तते इति तु सत्यं, किन्तु यत्र यत्र घटभेदः वर्तते तत् अवधिकः कश्चन निखिलावधिकः भेदः घटे आगच्छति वा पुनः न आयाति इति वैलक्षण्यम्. एतावता केवलं घटं विहाय घटभेदः अन्यत्र सर्वत्र विद्यमानः इत्येव उच्यते. तथा वार्ता अस्माकम् अपति घटं विहाय यः यः अन्यः तदवधिकः पदार्थः घटे अपेक्षते. यथा एकमेव पृथक्त्वं घटे भूतलावधिकं पुस्तकावधिकं वृक्षावधिकं, तथैव एकः एव घटे अपेक्षते यः भूतलावधिकः पुस्तकावधिकः वृक्षावधिकः. तादृशः एकः एव भेदः किलावधिकः, स च विषये कोऽपि नास्ति. इदानीं पूर्वं वयं पृथक्तस्य विषये दृष्टमः, इदानीं भेदविषये पुनः वदामः अत्र घटभेदः घटमिहः सर्वत्र अस्ति इति वयं जानीमः, परन्तु घटभेदः अस्ति तत्र अवधिकः एकः एव इति, तत्र घटः एव इति अस्मिन् उदाहरणे, अतः घटे आगच्छति इति प्रश्नः. तद् वैलक्षण्यम् अस्ति इति, अतः एतावता केवलं घटं विहाय घटभेदः अन्यत्र सर्वत्र विद्यमानः इत्येव उच्यते. घटभेदः घटभेदः अन्यत्र सर्वत्र घटमिहाय सर्वत्र इति वयं वदामः. अतः अत्र इदानीं घटं विहाय अन्यः तदवधिकः पदार्थः घटे अपेक्षते. घटं विहाय अन्यः तदवधिकः पदार्थः घटे अपेक्षते इत्युक्ते पृथक्त्वस्य विषये का स्थितिः? यदि पृथक्त्वस्य निखिलावधिकत्वम् अस्ति इति स्थितिः चेत् किं भवति? अस्माकं वाक्यानि कानि कानि? अत्र कपालावधिकपृथक्त्वं कपालावधिकपृथक्त्वं घटे, पुस्तकावधिकपृथक्त्वं घटे, स्यूतावधिकपृथक्त्वं घटे इति सर्वं भवति खलु. यदि भेदस्य निखिलावधिकत्वम् अस्ति इति वदामश्चेत् किं भवति? रचयन्तु कृपया कपालावधिकभेदः कपालावधिकभेदः घटे, वृक्षावधिः भेदः घटे इति इति सर्वं भवन्ति खलु. अतः अत्र केवलम् अवधिकः एकः एव इति भेदाः सन्ति, परन्तु सर्वस्मिन् सन्दर्भे तद् अवधिकः केवलं घटः एव इति. अतः तत्र एकमेव पृथक्त्वं घटे भूतलावधिकं पुस्तकावधिकं वृक्षावधिकं तदेव एव भेदः घटे अपेक्षते इति. अत्र पूर्वं पृथक्त्वस्य विषये घटे पृथक्त्वमासीत्, तद् भूतलावधिकं पुस्तकावधिकं वृक्षावधिकम् इति वयं दृष्टवन्तः. अत्र भेदस्थले अपि अत्र किं भवति इत्युक्ते अत्र घटे भूतलावधिकः अथवा घटः भूतलावधिकः पुस्तकावधिकः वृक्षावधिकः इति एकः एव भवति इति. परन्तु वस्तुतः तादृशी स्थितिः अस्ति वा भेदविषये? भेदविषये तादृशं नास्ति, अत्र केवलं घटः एव अवधिः. एकनिमिषम् अत्र भूतलावधिकभेदः घटे इत्युक्ते किम्? अत्र इत्युक्ते घटः भूतलात् भूतलात् भिन्नः इति एवं किल, घटः भिन्नः इति वदामः चेत् अत्र भूतलावधिकत्वं भूतल अथवा भूतलभेदस्य भूतलावधिकत्वम् अस्ति इति. आम् आम् समीचीनमेव. परन्तु अत्र किं वैशिष्ट्यम् अस्ति, घटे विद्यमानाः तदावधिकभेदाः भिन्नाः, परन्तु पृथक्त्वस्य विषये तादृशी स्थितिः न. पृथक्त्वम् एकमेव, यद्यपि भिन्नाः अवधयः सन्ति, वृक्षावधिकपृथक्त्वं पुस्तकावधिकपृथक्त्वम् इति अस्ति. पृथक्त्वं तु एकमेव, परन्तु अत्र भिन्नाः भेदाः सन्ति. भूतलावधिकभेदः, कपालावधिकभेदः, पुस्तकावधिकभेदः इति भिन्नाः भेदाः खलु. अतः एकस्य भेदस्य अवधिकत्वम् अस्ति इति वक्तुं शक्नुमः वा? अवधिकत्वम् एकं नास्ति इति. परन्तु इदानीमेव वयं दृष्टवन्तः घटस्य अवधिः कः? घटस्य अवधिः घटः एव भेदस्य विषये. एकनिमिषं, घटभेदस् एकनिमिषं, घटः भूतलात् भिन्नः खलु? तत्र भूतलमेव अवधिः. भूतलम् अवधिः खलु. पुनः घटः पुस्तकात् भिन्नः इति वदामः चेत् पुस्तकम् अवधिः. अत्र तु परन्तु भेदः एकः एव वा? तदेव प्रश्नः अत्र. भेदः एकः एव नास्ति अत्र. अत्र भूतलावधिकः, पुस्तकावधिकः, वृक्षावधिकः इति भेदाः भिन्नाः भिन्नाः. अतः एक घटे विद्यमानः यः भेदः एकः, तस्य निखिलावधिकत्वम् अस्ति इति न वक्तुं शक्नुमः, यतोहि प्रत्येकं भेदस्य प्रत्येकं भेदः भिन्नः अस्ति. तदेव. तर्हि कथं वक्तुं शक्नुमः घटे विद्यमानभेदस्य निखिलावधिकत्वम् इति वक्तुं शक्नुमः वा? न, तद् वक्तुं न शक्नुमः. यतोहि घटे भिन्नाः भेदाः सन्ति. भूतलावधिकभेदः अस्ति. भूतलावधिकभेदः अस्ति चेत् तत्र अवधिः भूतलम्. कपालावधिकभेदः अस्ति चेत् कपालः. यद्यपि भिन्नाः अवधयः, परन्तु यद्यपि भिन्नाः अवधयः सन्ति, एकस्य भेदस्य अवधयः न खलु. इदानीं स्पष्टं वा? स्पष्टमेव. अतः अत्र भिन्नावधिकाः सन्ति, तत् कारणेन भेदस्य विषये अपि निखिलावधिकत्वं नास्ति. परन्तु पृथक्त्वस्य विषये तु अवधयः भिन्नाः सन्ति, परन्तु एकस्य पृथक्त्वस्य अवधिकत्वम् इति उच्यते. अत्र इदानीं वयम् ऊहां कुर्मः अत्र पृथक्त्वं निखिलावधिकत्वम् इति एकम् इति उदाहरणं स्वीकृत्य अत्र एकमेव इति दृष्टवन्तः. तदपि सत्यं नास्ति, परन्तु वयं जानीमः तत् तत्र अनेकावधिकत्वमस्ति इति. आम् आम्, केवलं पृथक्त्वस्य उदाहरणं दत्त्वा पृथक्त्वस्य उपमानं दत्त्वा भेदस्य एकस्य भेदस्य अवधिकत्वम् इति न वक्तुं शक्नुमः. तदेव अस्ति विषयः अत्र. अस्तु महोदय, शुकवन महोदय. आं भगिनि, मम किञ्चित् भ्रमः अस्ति, किन्तु एकवारं लिखित्वा पश्यामि भगिनि. आं, प्रश्नः अस्ति चेत् किं विषये भ्रमः इति अपि मया न वक्तुं शक्नोति शक्नोमि. किञ्चित् वदामि, एतत् परिच्छेदं पठतु, तदनन्तरम् अहं सारांशरूपेण वदामि. अस्तु भगिनि. आहत्य यः भेदः सर्वत्र अस्ति, आहत्य यः भेदः सर्वत्र अस्ति प्रतियोगिनं विहाय, तस्य भेदस्य एक एव अवधिः। घटभेदः सर्वत्र अस्ति, किन्तु तस्य घटभेदस्य एकः एव अवधिः घटः। पृथक्त्वस्य अनेक अवधिकत्वम् अस्ति, किन्तु स्वयं सर्वत्र नास्ति। भेदः प्रतियोगिनं विहाय सर्वत्र अस्ति, किन्तु अनेक अवधिकत्वं नास्ति। घटे विद्यमानं च पृथक्त्वम् एकमेव, किन्तु घटे विद्यमानाः भेदाः असङ्ख्यकाः। न अवगतं वा? किञ्चित् चिन्तनीयम्। अवगतम् इति वदामश्चेत् तत् अनृतमेव भवति। आहत्य इत्यस्मात् कृपया भवती एव वदतु भगिनि। न भवान् प्रयत्नं करोतु। अस्तु, आहत्य यः भेदः सर्वत्र अस्ति, इत्युक्ते घटभेदः वृक्षे अस्ति, पटे अस्ति, इत्यादि सर्वत्र अस्ति, तादृशभेदः प्रतियोगिनं विहाय, इत्युक्ते घट अभावस्य प्रतियोगी घटः एव, घटभेदः घटः घटे नास्ति इति तस्य अर्थः। तस्य भेदस्य इत्युक्ते घटभेदस्य एकः एव अवधिः, तत्तु घटः एव। तदवगतम्। अस्तु, घटभेदस्य अवधिः घटः एव इति वयं पूर्वं दृष्टवन्तः, तदेव अत्र सारांशरूपेण लिखितमस्ति। पृथक्त्वस्य अनेक अवधिकत्वं, पृथक्त्वस्य अनेक अवधिकत्वम् अस्ति, इत्युक्ते घटं पटात् पृथक्, वृक्षात् पृथक्, मठात् पृथक् इति पृथक्त्वस्य अनेक अवधिकत्वम् अस्ति, किन्तु स्वयं सर्वत्र नास्ति। घटपृथक्त्वं कुत्र अस्ति? घटपृथक्त्वं कुत्र अस्ति? घटपृथक्त्वं घटे अस्ति, सर्वत्र नास्ति। तदेव अस्ति। आम् घटपृथक्त्वं घटे एव अस्ति, अतः सर्वत्र नास्ति इति तस्य अर्थः। अत्र किम् अस्ति, घटपृथक्त्वं घटे एव, परन्तु पृथक्त्वस्य अवधयः सर्वत्र। पृथक्त्वस्य अनेकावधिकत्वम् इत्युक्ते पृथक्त्वस्य अवधिकत्वम् अनेकेषु पदार्थेषु अवयवान् विहाय, अनेकेषु पदार्थेषु पृथक्त्वस्य अवधिकत्वं, परन्तु पृथक्त्वम् एकस्मिन् द्रव्ये एव। अत्र घटपृथक्त्वं चेत् घटे एव पृथक्त्वं खलु, परन्तु भेदं स्वीकुर्मश्चेत् घटभेदः सर्वत्र अस्ति, परन्तु अवधि घटः एव, एकः एव इति तेषां मनसि भेदः इति अन्यपदार्थः इति ते चिन्तयन्ति, अतः घटभेदः इति वयं चिन्तयामश्चेत् तत् पटे अस्ति, मठे अस्ति, पुस्तके अस्ति, वृक्षे अस्ति इति, किन्तु घट पृथक्त्वम् इति पदार्थं घटे एव अस्ति। यदा घटत्वं घटे एव अस्ति, तादृशं घटपृथक्त्वमपि घटे एव अस्ति। तत्र पृथक्त्वम् इति कश्चन गुणः द्रव्ये एव वर्तते खलु, गुणः नास्ति, जाति इति भाति, पृथक्त्वम् इति जाति वा? न गुणेषु अन्यतमः अस्ति। ओ, पृथक्त्व, आम् चतुर्विंशतिगुणाः मध्ये पृथक्त्वम् इति गुणम् अस्ति। अतः द्रव्ये एव वर्तते खलु. आम् आम् आम्. परन्तु भेदः तु अभावः. अभावः द्रव्यस्य अभावः द्रव्ये एव भवति वा न खलु? न, द्रव्यं विहाय अन्यत्र सर्वत्र भवति. अस्तु, भेदः प्रतियोगिनं विहाय सर्वत्र अस्ति, किन्तु अनेक अवधिकत्वं तस्य भेदस्य अनेक अवधिकत्वं नास्ति. भेदः प्रतियोगिनं विहाय सर्वत्र अस्ति इति सत्यमेव, किन्तु भेदस्य अनेक अवधिकत्वं. महोदय महोदय, भेदः प्रतियोगिनं विहाय सर्वत्र अस्ति, तत्तु अवगतं खलु? इत्युक्ते घटभेदः इत्युक्ते यः घटः न, यः घटस्य विरोधी अस्ति, तर्हि घटभेदः पटे अस्ति, घटभेदः वृक्षे अस्ति इति स्वीकुर्मः न? आम् आम्. द्वे पदार्थे वृक्षे अस्ति, पटे अस्ति घटभेदः. तर्हि वृक्षे यः घटभेदः अस्ति, घटभेदस्य अवधिकत्वं कुत्र? घटभेदस्य अवधिकत्वं घटे एव. घटे एव खलु. पुनः पटे यः घटभेदः अस्ति, तस्य अवधिकत्वं कुत्र? तदपि घटे एव. तदेव. तर्हि अनेकावधिकत्वम् अस्ति किं भेदस्य? नास्ति नास्ति नास्ति. तदेव घटे विद्यमानम् इत्युक्ते, किन्तु अनेक अवधिकत्वं नास्ति इति स्थले एक अवधिकत्वम् अस्ति इति अपि वक्तुं शक्नुमः वा? अवश्यम्, एकावधिकत्वम् एव भेदस्य इति लिखितम् अस्ति चेत् भ्रमः भ्रमः अग्रे भवति इति. आम्, अन्तिमं प्रतियोगिनं विहाय सर्वत्र अस्ति, किन्तु एक अवधिकत्वम् अस्ति, किन्तु अनेक अवधिकत्वं नास्ति इति. अस्तु, अग्रे. घटे विद्यमानं च पृथक्त्वं, घटे विद्यमानं च पृथक्त्वम् आम् एकमेव अस्तु, किन्तु घटे विद्यमानाः भेदाः, घटे विद्यमानाः भेदाः. आम्, घटे पटभेदः अस्ति, वृक्षभेदः अस्ति, पुस्तकभेदः अस्ति इति अनेकाः भेदाः घटे विद्यमानाः सन्ति, ते असङ्ख्यकाः इत्युक्ते न्यूमर इन्फिनिट्. आम्, इदानीम् अवगतम्? अवगतं भगिनि. अस्तु, प्रायः भेदः घटभेदः इति वदामश्चेत् तत्र किञ्चित् भ्रमः भवति, कुत्र अस्ति घटभेदः इति. परन्तु घटविरोधी इति स्वीकरोतु, घटविरोधी घटं विहाय अन्यत्र एव भवति खलु? घटभेदः घटं घटभेदः इति पदार्थः इति अन्यपदार्थः इति मनसि स्थापयामश्चेत् सौकर्यं भवति इति मम चिन्तनं. परन्तु भवान् भेदः इति अन्यपदार्थः. परन्तु भवान् तादृशं नास्ति, किन्तु तेषां मते तादृशम् अस्ति. एकनिमिषं महोदय, भवान् किं चिन्तितवान्? भेदः इति किम्? भेदः इत्युक्ते केवलं वार्तालाप ऐ मीन् व्यवहारे वयं वदामः, किन्तु घटभेदः इति एक वस्तु इति घटसदृशं पटसदृशम् एकः वस्तु इति प्रायशः अस्माकं चिन्तने न भवति, किन्तु नैयायिकानां मते घटभेदः अपि वस्तु इव पदार्थम् इति स्थातव्यम्. एकनिमिषं, घटभेदः इत्युक्ते घटस्य अभावः, घटभेदः इत्युक्ते किं? घटस्य विरोधी. यः घटः न, सः विरोधी इत्युक्ते तस्मिन् घटस्य अभावः अस्ति खलु, तर्हि पदार्थेषु सप्तपदार्थेषु अन्यतमः अभावः अतः भेदः पदार्थः एव तत्र किमपि भ्रमः न भवेत् आम् आं भगिनि न भवेत् किन्तु साधारणतया यदा वयं व्यवहारं कुर्मः तत्र अभावः एकपदार्थः इति चिन्तयित्वा वयं न कुर्मः इत्येव अहं वक्तुम् इच्छामि किन्तु अवगतं भगिनि अस्तु प्रायः समयः अभवत् अहम् आगामिसप्ताहे सारांशरूपेण वदामि आरम्भे तदनन्तरम् अहमपि किञ्चित् लिखित्वा पश्यामि इतोपि मनसि स्पष्टता भवति इत्युक्ते आङ्ग्लभाषायां किं घटः घटाभावः म्यूचुवलि एक्स्क्लूसिव् रैट् यस् If where gata hai is, there is no gata bhava hai. Yeah, but you know, when you say that, we don't really regard abhava as something that is existent. You simply say that, that there is no pot on the earth or on the floor. No, ekanimisham. Ekanimisham. Yadi durvani haste asti chet, gata hasti vatra. नास्ति खलु तर्हि घटभेदः दूरवाण्याम् अस्ति खलु इट् इस् अन्पाट् लैक् दट्स् इट् करेक्ट् दट्स् द मीनिङ्ग् पेन् इस् अन् चेत् वा न वा हस्ते अस्ति चेत् वा न वा दूरवाणी घटात् भिन्नः एव तत्र अधिकरणस्य अपेक्षा नास्ति न केवलं उदाहरणरूपेण अहं इदं लेखनी वा किमपि स्वीकरोतु घटः न भवितुं घटः न दूरवाणी घटः न लेखनी घटः न इत्युक्ते द लाक् आफ् पाट् इस् इन् द दूरवाणी द लाक् आफ् पाट् इस् इन् दि लेखनी खलु Yes. That is the padartha we are talking about. Hmm. Tadeva asti vishaya. Kintu, what I'm trying to say, the lackness, you know, that there is a lack of Duravani in the Lekhani is not generally regarded as a padartha in our normal transaction. You know, you simply say lack is absence. You don't say absence exists. किन्तु एतेषां मते अभावः पदार्थः इति ते स्थापितवन्तः मते व्यवस्थापितम् अस्ति पूर्वमेव अस्माकं प्रथमे पुटे एव तत्तु सत्यमेव अस्तु तर्हि विरमामः बहु अस्तु समयः जातः क्षम्यताम् धन्यवादः धन्यवादः प्रश्नाः सन्ति चेत् कृपया आनयन्तु आम् अवश्यं धन्यवादः